गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः हरिः विधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अनुमानखण्डे स्मः तत्र परार्थानुमानं तत्रापि पञ्च अवयववाक्यानि कानि इति अस्माभिः पठितं तर्हि प्रत्येकं वाक्यं श्रुत्वा श्रोतरी कः शाब्दबोधः जायते अपि च अनुमानसामग्री किं जायते इति अपि अस्माभिः दृष्टं तत्र हेतुः गुणद्वयविशिष्टः हेतौ पक्षधर्मता भवेत् व्याप्तिः अपि भवेत् इति पठितं तत्र व्याप्तिः द्विविधा अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति व्याप्तौ कयोः मध्ये व्याप्तिः इत्युक्ते सम्बन्धः व्याप्त्यव्यापकभावसम्बन्धः तयोः मध्ये इति चेत् हेतुसाध्ययोः मध्ये व्याप्यव्यापकसम्बन्धः तत्रैव व्याप्यत्वं व्यापकत्वम् इति सामान्य अवगमनं किम् आसीत् अधिकदेशवृत्तित्वं यस्य अस्ति तद् सः एव व्यापकः न्यूनदेशवृत्तित्वं यस्य अस्ति सः एव व्याप्यः इति सामान्य अवगमनं किन्तु तत्र परिष्कारं कृत्वा अन्यूनवृत्तित्वं व्यापकत्वम् अनतिरिक्तवृत्तित्वं व्याप्यत्वम् इति अस्माभिः पठितं गते वर्गे अपि च तर्हि अन्वयव्याप्तिः व्यतिरेकव्याप्तिः हेतुसाध्ययोः मध्ये यः सम्बन्धः व्याप्तिः अस्ति तत्र उभयोः भावं स्वीकृत्य विद्यमानत्वं स्वीकृत्य पक्षे विद्यमानं स्वीकृत्य यदि सम्बन्धः वदामः तादृशकथनम् अन्वयव्याप्तिः इति यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानस्सम् इति किन्तु तयोः अविद्यमानत्वम् अभावत्वं स्वीकृत्य यदा व्याप्तिः व्याप्तिवाक्यं रचयामः तदा तादृशव्याप्तेः नाम अस्ति व्यतिरेकव्याप्तिः यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः यथा ह्रदः इति तर्हि इतोपि किञ्चित् तत्र दृष्टम् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति व्याप्तिः द्विविधा विभक्ता अस्ति इति कृत्वा सा व्याप्तिः यदि हेतौ भवति हेतौ एव व्याप्तिः भवेत् इति नियमः किमर्थम् इति चेत् हेतुं स्वीकृत्य एव साध्यस्य निरूपणं कुर्मः इति कृत्वा तर्हि व्याप्तिः द्विविधा भवति इति कृत्वा हेतुः त्रिधा विभक्ता भवति कथम् इति चेत् अन्वयव्यतिरेकव्याप्तिहेतुः नो चेत् अन्वयव्यतिरेकी हेतुः इत्युक्ते तादृशहेतुः यस्मिन् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि अस्ति अपि च कुत्रचित् केवलान्वयिहेतुः एव सिद्ध्यति इत्युक्ते विद्यमानत्वं स्वीकृत्य एव व्याप्तिः वक्तुं शक्यते अपि च कुत्रचित् व्यतिरेकव्याप्तिः एव भवति अभावं स्वीकृत्य एव व्याप्तिः वक्तुं शक्यते इति एतत् सर्वम् अस्माभिः दृष्टम् इदानीं 208 तत्र व्यतिरेकव्याप्त्या हेतोः कः लाभः इति पाठः ततः पठनीयम् अस्तु सत्यभामा भगिनी आरब्धं करोति वा आं महोदय व्यतिरेकव्याप्त्या हेतोः कः लाभः प्रकृतम् अनुसरामः व्यतिरेकयोः व्याप्तिव्यतिरेकव्याप्ति इति अत्र अग्रे गमनात् पूर्वं व्यतिरेकव्याप्त्या हेतोः कः लाभः इति प्रश्नस्य विषये किञ्चित् चिन्तनं करोतु किमर्थम् एतादृशप्रश्नः उदि व्यतिरेकव्याप्त्या हेतोः कः लाभः इत्युक्ते व्यतिरेकव्याप्तिकथनेन हेतो तस्मिन् अवसरे हेतोः आवश्यकता का इति इत्युक्ते प्रथमं अत्र व्यतिरेकव्याप्ति वाक्यमेकं वदतु. यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति. अस्मिन् वाक्ये हेतुः अस्ति धूमः, परन्तु अस्मिन् वाक्ये अभावः एव सूचितः. अत्र हेतुः न निर्दिष्टः इति कृत्वा एव. हा उत्तमं. तर्हि यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति एव वाक्यं खलु. अस्तु. अपि च एतद् व्याप्तिः, एषा व्याप्तिः कुत्र भवेत्? अधिकरणं वाक्ये एव भवेत्. धूमौ एव एतद् व्याप्ति अपि धूमस्य कृते एव हेतु धूमः अपि च साध्यं वाक्यः एव खलु महोदय. चिन्तयित्वा वदतु. एकनिमिषम् अहं प्रश्नं पृच्छामि, उत्तरं ददाति चेत् समीचीनबोधः जायते. यत्र यत्र वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः इति धूमवह्न्योः मध्ये यः व्याप्यव्यापकभावसम्बन्धः अस्ति स च व्याप्तिः कुत्र भवेत्? धूमौ भवेत्. हा धूमे भवेत्. धूमे, धूमे भवेत्. धूमे भवेत्, उत्तमं. वह्निनिष्ठ वह्निनिष्ठव्याप्तिः धूमे भवेत्, हेतौ भवेत्. एवं यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति व्याप्तिः, व्यतिरेकव्याप्तिः कुत्र भवेत्? अत्र व्यापकः वह्नि अभावः. धूम अभावः व्यापकः, व्याप्ति वह्नि अभावः. धूम अभावे भवेत् व्यापके भवेत् वा व्याप्ये भवेत्? व्याप्ये भवेत्, वह्नि अभावे भवेत्. तत्र तत्र धूम अभावः इत्यत्र व्याप्यः व्यापकः कः? व्याप्यः वह्नि अभावः, व्यापकः धूम अभावः. उत्तमम् खलु. तर्हि इदानीं यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति व्याप्तिः कुत्र भवेत्? वह्नि अभावे भवेत्. हा उत्तमं. वह्नि अभावे भवेत्. तर्हि वह्नि अभावे व्यतिरेकव्याप्तिः अस्ति, किन्तु अस्य प्रयोजनं किम्? अत्र किं किं निरूपयितुम् अस्माभिः प्रवृत्तम् इति चेत्, पर्वते वह्निः अस्ति इति खलु. पर्वते वह्निः अस्ति इति अनुमानं कर्तव्यं. तदेव साध्यं, वह्निः एव साध्यं. तस्य साधनार्थं, वह्नेः साधनार्थं धूमः हेतुत्वेन स्वीकृतः. तर्हि धूमे यदि व्याप्तिः अस्ति तत् प्रयोजनाय भवति खलु. प्रयोजनाय भवति. किन्तु व्यतिरेकव्याप्तिः कुत्र अस्ति? वह्नि अभावे अस्ति. वह्नि अभावे व्याप्तिः अस्ति चेत् कथं वा तत्र कः सम्बन्धः अस्ति? धूमः अपि च वह्नि अभावः, अनयोः मध्ये कः सम्बन्धः अस्ति? नास्ति खलु. सम्बन्धः नास्ति. नास्ति. तर्हि वह्नि अभावे व्याप्तिः उक्त्वा कथं वा धूमं स्वीकृत्य पर्वते वह्निः साधयितुं शक्नुमः इति प्रश्नः उदेति. अतः एव प्रश्नः, व्यतिरेकव्याप्त्या हेतोः कः लाभः? व्यतिरेकव्याप्तिः कुत्र भवति? वह्नि अभावे भवति, अभावे भवति. सो वह्नि अभावात् आरभ्य अत्र हेतुपर्यन्तं सम्बन्धः आवश्यकः. न इत्युक्ते हेतुं स्वीकृत्य वह्नि साधनीयं खलु, साध्यं साधनीयं. हेतुं स्वीकृत्य वह्निः साधनीयं, किन्तु व्यतिरेकव्याप्तिः साध्ये, साध्य अभावे उक्त्वा अत्र अनुमानस्य किं प्रयोजनम् इति प्रश्नः. तदेव प्रश्नः. अस्तु, इदानीम् अग्रे पठतु. अस्तु, तावत् वह्नि प्रकृतम् अनुसरामः. व्यतिरेकयोः व्याप्ति व्यतिरेकव्याप्ति इति हि प्रक्रान्तं साध्य अभाव हेतु अभावौ प्रकृत अभावौ तयोः व्याप्तिः. तत्रापि वह्नि अभावः व्याप्यः धूम अभावः व्यापकः इति. अस्तु तावत् वह्नि अभावधूम अभावयोः व्याप्यव्यापकभावः तेन प्रकृतहेतोः धूमस्य कः लाभः? वह्नि अभावे विद्यमानधूम अभावव्याप्ति तत्रैव भवेत्. वह्नि अभावे व्याप्ति तत्रैव भवेत् न तु प्रकृतहेतो वह्नौ एव भवेत्. धूम अभावव्याप्ति वह्नि अभाव एव भवेत्. तदेव पठितं खलु, वह्नि अभावे विद्यमाना धूम अभावव्याप्तिः तत्रैव भवेत् इत्युक्ते वह्नि अभावे एव भवेत्. सत्यं, तदेव उक्तम् अग्रे. न तु प्रकृतहेतौ धूमे. साधकस्य धूमस्य खलु व्याप्तिः पक्षधर्मदा इति दौ गुणौ अपेक्षितौ. धूमस्य दौ गुणौ अस्ति, पक्षधर्मदा अपि च व्याप्ति. अतः व्याप्ति धूमस्य भवतु न तु वह्नि अभावस्य इति. अत्र धूमः एव हेतुः, धूमे हेतौ द्वौ गुणौ भवेत् इति अस्माभिः अधीतं खलु. कौ कौ? व्याप्ति अपि च पक्षधर्मता. हा, तर्हि धूमे पक्षधर्मता भवेत्, व्याप्तिः भवेत् इति चेत् तादृशधूमं स्वीकृत्य वह्नेः साधनं कर्तुं शक्यते. किन्तु इदानीं व्यतिरेकव्याप्तिः कुत्र अस्ति? वह्नि अभावः अस्ति. वह्नि अभावः इति हेतुः नास्ति खलु? नास्ति. वह्नि अभावः हेतुः नास्ति. पर्वते वह्नि अभावः अस्ति इति अपि नास्ति. वस्तुतः पर्वते वह्नि अस्ति इत्येव अस्माभिः निरूपणीयं. तर्हि वह्नि अभावे पक्षधर्मता अपि नास्ति. अपि च स च हेतुः वह्नि अभावः इति हेतुः अपि नास्ति इति कृत्वा किमर्थम् अत्र व्यतिरेकव्याप्तेः चिन्तनमेव इति प्रश्नः उदेति. अस्तु, अग्रे पठतु. यत्र यत्र वह्नि अभावः तत्र धूम अभावः इति उक्तत्वात् इति चेत् एतदेव महोदयेन इदानीम् उक्तं खलु, तादृशम् उक्तं चेत् कः लाभः इति. सत्यम् इयं व्याप्तिः वह्नि अभावनिष्ठा एव. तदापि तु व्यापकीभूत यः धूमाभावः तत् प्रतियोगित्वं धूमे ब्रूमः चेत् परम्पराया या धूमनिष्ठा अपि भवति. अत्र वह्नि अभावनिष्ठा इयं व्याप्ति वह्नि अभावनिष्ठा एव. तदापि तु व्यापकीभूत व्याप्तिः इयम् इत्युक्ते किम्? एतद् वह्नि अभावनिष्ठा व्याप्तिः धूमाभाव यत्र यत्र यत्र वह्नि अभावः तत्र धूमाभावः इति व्याप्तिवाक्यम्. उत्तमं, तादृशव्याप्तिव्याप्ति व्याप्तिः वह्नि अभावनिष्ठा खलु, वह्नि अभावे एव अस्ति, अभावे एव. अस्तु, अग्रे. तदापि तु तदापि व्यापकीभूत यः धूमाभावः व्यापकः अस्ति धूमाभावः तादृशधूमाभावः धूमाभावस्य प्रतियोगित्वं धूमे वर्तते. अतः धूमे भूमः चेत् परम्परया सा धूमनिष्ठा अपि भवति. ओके, यदि धूमाभावस्य प्रतियोगितं धूमवे वर्तते तदा परम्परासम्बन्धेन यत्र यत्र धूम अभावस्य प्रतियोगी धूमः अतः वह्नि अभावनिष्ठा एते धूमाभावः यत्र यत्र वह्नि अभावः धूमा व्यापकः धूमाभावः तत् इदानीं धूमे अपि आगच्छति इति. किम् आगच्छति? व्याप्ति धूमे अपि आगच्छति. वह्नि अभावनिष्ठव्यतिरेकव्याप्तिः परम्परासम्बन्धेन धूमे अपि आगच्छति. किमर्थम् इति चेत् धूम अभावः एव व्यापकः. वह्नौ वह्नि अभाव वह्नि अभावे विद्यमानव्यतिरेकव्याप्तिः कस्य अपेक्षया इति चेत् धूम अभाव अपेक्षया, खलु? धूम अभावनिष्ठ व्याप्तिः वह्नि अभावे इति चेत् तत्र व्यापकः अस्ति धूम अभावः, तस्य प्रतियोगी अस्ति धूमः. तर्हि वह्नि अभावे विद्यमान धूम अभावनिष्ठव्याप्तिः परम्परासम्बन्धेन धूमे आगतः इति कृत्वा इदानीं सप्रयोजनं भवति. धूमे किमपि भवति चेदेव प्रयोजनं, खलु? धूमं स्वीकृत्य एव साध्यस्य साधनं कर्तुं प्रकृतम् अस्माभिः इति कृत्वा तर्हि अत्र परम्परासम्बन्धेन धूमनिष्ठा अपि भवति इति कृत्वा व्यतिरेकव्याप्त्याः प्रयोजनमपि अस्ति. अस्तु, धन्यवादः. अग्रे महोदय, वन्याभावस्य व्यापकः यः धूमाभावः तत् प्रतियोगित्वं तदर्थः. इहापि सन्ति पञ्चपदार्थाः, साध्यम् अभावः, व्यापकत्वम् अभावः, प्रतियोगित्वं च. एतादृशप्रतियोगित्वरूपा या व्याप्तिः सा परामर्शे हेतौ भासते. तादृशश्च हेतुः पक्षे इति आहत्य पूर्ववदेव परामर्शे सप्तपदार्थाः विषयाः, साध्ये मुख्यप्रकारत्वं, पक्षे च मुख्यविशेष्यत्वम्, अत्र ज्ञानीयप्रकारत्वविशेष्यत्वे चित्रेण स्पष्टे. अस्तु, अत्र वह्नि अभावस्य व्यापकः भवति धूमाभावः. अत्र व्यतिरेकव्याप्त्यां वयं दृष्टवन्तः व्यापकः भवति धूमाभावः, व्याप्यः भवति वह्नि अभावः. तर्हि वह्नि अभावस्य व्यापकः यः धूमाभावः अस्ति तत् प्रतियोगित्वं भवति, तदेव अर्थः. उपरि यत् परिच्छेदे वयं पठितवन्तः अत्र व्यतिरेकव्याप्तेः प्रयोजनं किम् इति इत्यस्य तर्के अपरम्परया सा व्याप्तिः धूमनिष्ठा अपि भवति. अतः धूमाभावः यः धूमाभावः व्यापकः अस्ति तत् प्रतियोगित्वं भवति इति अर्थः आगच्छति. अत्रापि पञ्चपदार्थाः सन्ति, तत्र साध्यम् अभावः, व्यापकत्वम् अभावः, अपि च प्रतियोगित्वम्. एते पञ्चपदार्थाः अत्र व्यतिरेकव्याप्ति इत्यनेन ज्ञातुं शक्नुमः. एतादृशप्रतियोगव्याप्तौ अन्वयव्याप्तौ के पञ्चपदार्थाः आगताः? अन्वयव्याप्तौ साध्यम् अपि च हेतु व्यापकत्वं, साध्यं हेतु व्यापकत्वम्, अन्यत् किमस्ति? प्रतियोगित्वं, प्रतियोगित्वं नास्ति, अभावः नास्ति, व्याप्यत्वम् इति अन्यत् चतुर्थं, पञ्चमं किमस्ति? साध्यं हेतु हेतुः व्यापकत्वं व्याप्यत्वम् अपि च पञ्चमं किमस्ति न जानामि महोदय. अत्र तर्हि उभयत्र साध्यमस्ति, उपरि तत्रैव मुख्यप्रकारः उभयत्र, यदि परामर्शं स्वीकुर्मश्चेत् उभयत्र पर्वतः पक्षः अस्ति, तत्रैव मुख्य विशेषता अस्ति. तत्र धूमः, उभयत्र धूमः अस्ति. सत्यं न, इदानीम् अस्तु, अत्र परामर्शस्य विषये चिन्तनं कुर्वन्नस्मि. तत्र केवलं साध्य व्याप्तिः इति स्वीकुर्मश्चेत् साध्यम् अभावः, तदनन्तरं व्यापकत्वम् अभावः, प्रतियोगित्वम् इति पञ्चपदार्थाः व्यतिरेकव्याप्तौ ज्ञायते. किन्तु अन्वयव्याप्तौ साध्यम् अभावः अधिकरणं न, अत्र पूर्वपक्षिणः मतानुसारमेव अत्र उक्तं खलु. परन्तु तत्र अभावः अस्ति वा? साध्य अभाववत् अवृत्तित्वम् इति साध्य अभाव अधिकरणवृत्तित्व अभावः इति पञ्चपदार्थाः तत्र अधीतम्. ओ अस्तु, हा हा हा, तत्र साध्य अभाव अधिकरण अधिकरणवृत्तित्व अभावः अभावः. अत्र तु साध्य अभाव व्यापकत्व अभाव प्रतियोगित्वम् इति पञ्चपदार्थाः. सत्यं सत्यं. तर्हि साध्यम् अभावः इति पदार्थद्वयं समानमस्ति. सत्यं समानमस्ति, तत्र अधिकरणं नास्ति. तदनन्तरं व्यापकत्वम् अभावः प्रतियोगित्वं, तत्र अधिकरणत्वम् अधिकरणं वृत्तित्वम् अभावः, अधिकरणवृत्तित्व अभावः इति तत्र अधीतम्. अत्र व्यापकत्व अभाव प्रतियोगित्वम् सत्यम् इति आगच्छति. अस्तु, अग्रे वदतु महोदय. एतादृशप्रतियोगित्वरूपा या व्याप्तिः अस्तु, अत्र प्रतियोगी प्रतियोगित्वरूपा व्याप्तिः परामर्शे हेतौ भासते. परामर्शज्ञाने स एव सा एव व्याप्तिः हेतौ भासते इति आगच्छति. किमर्थम् इत्युक्ते परामर्शे सप्तपदार्थाः विषयाः भवति इति वयं जानीमः. तादृशश्च हेतुः पक्षे इति आहत्य, अत्र पक्षे हेतुः अस्ति, अतः परामर्शे सप्तपदार्थाः विषयाः भवन्ति. तत्र तत्र मुख्यप्रकारत्वं साध्यम् इति वयं जानीमः, मुख्यविशेष्यत्वम् इति पक्षः इति वयं जानीमः. तर्हि अत्र चित्रेण एतत् सर्वं स्पष्टतया उल्लेखितमस्ति. अत्र पर्वतत्वम् इति पर्वते अस्ति, तत्तु मुख्यविशेष्यः अस्ति. धूमे धूमत्वम् अस्ति, अपि च प्रतियोगित्वे अस्ति. अभावत्वम् अभावे अस्ति, अपि च व्यापकत्वे अस्ति, पुनः अभाववत्वे, क्षम्यताम्, अभाववत्वम् अभावे अस्ति, अपि च मुख्यप्रकारः वह्नित्वम् इति वह्नौ अस्ति. तर्हि सप्तपदार्थाः परामर्शे विषयाः भवन्ति. एतदेव चित्रेण अत्र लिखितमस्ति. अस्तु, अग्रे पठामि वा? एकनिमिषं. तर्हि एवम् अवगन्तव्यम्, अन्वयव्याप्तौ साध्य अभाव अधिकरण न, अन्वयव्याप्तिः तादृशं न भवति. एतत्तु व्यतिरेकव्याप्तिः. किन्तु अन्वयव्याप्तिः समीचीनम्. अन्वयव्याप्तौ कति पदार्थाः बोध्यन्ते? अन्वयव्याप्तौ तु पञ्चपदार्थाः एव खलु? सत्यं, किन्तु ते के इति पुनः वक्तव्यम्. अत्र यद् मया उक्तं पूर्वम्, अपि च पुस्तके यद् दृष्टं, तत्र पूर्वपक्षिणः मतमस्ति खलु, साध्य अभाव अधिकरणवृत्तित्व अभावः इति. सत्यं. किमर्थम् इत्युक्ते तत्र अभावं स्वीकृत्य तर्हि एवं वक्तव्यम्. अत्र भवानेव ऊहां करोतु, पुस्तके न दत्तं, तर्हि अस्मिन्नेव चित्रे यदि अन्वयव्याप्तिः भवेत् तर्हि तत्र साध्यः वह्निः एव साध्यं, तत् तत्रैव भवति. अभावः इति न भवेत्, यत्र यत्र वह्निः तत्र तत्र धूमः खलु. आं सत्यं. तर्हि सत्यं, तर्हि चित्रं कथं भवेत्? हा चित्रं कथं भवेत् अत्र हा तर्हि पर्वतः अस्ति तस्मिन् पर्वतत्वम् अस्ति पुनः धूमः अस्ति त्यजतु अत्र पर्वतः धूमः इति भवत्येव उपरि उपरिष्टात् गच्छतु उपरिष्टात् तर्हि वह्निः अस्ति वह्नेः अधोभागे तर्हि तत्र वह्निः इति व्यापकः भवति धूमः इति व्याप्यः भवति सत्यं तर्हि व्यापकत्वम् अस्ति वह्नेः अधोभागे न व्याप्यत्वम् अस्ति खलु व्याप्यत्वं किमर्थम् इत्युक्ते तस्य अधोभागे धूमः अस्ति अनन्तरं पर्वतः इति तर्हि प्रतियोगित्वं नास्ति अभावः नास्ति व्यापकत्वम् इत्यस्य स्थाने व्याप्यत्वम् अस्ति अपि च वह्निः इति एव आगच्छति खलु तर्हि वह्निः वह्नौ वह्निः यत्र अस्ति तत्र वह्निः एव भवति व्यापकत्वम् इत्यत्र व्याप्यत्वम् इति भवति सत्यम् अभावः इत्यत्र इत्यत्र भावः इति भवति खलु ओ अस्तु भावः भावः अभावं स्वीकृत्य वदामश्चेत् भावं विद्यमानत्वं स्वीकृत्य एव अन्वयव्याप्तिः वदेम खलु आं सत्यं सत्यं तर्हि तत्र भाव इति स्वीकुर्मः एवं व्याप्यत्वं ततः अग्रे अपि भावः इति भवति तदनन्तरं प्रतियोगित्वम् इति न भवति खलु न भवति तत्र प्रतियोगित्वं स्वीकृत्य न वदेम सत्यं तर्हि पर्वतः धूमः भावः व्याप्यत्वं पुनः भावः अपि च वह्निः इति न प्रतियोगित्वम् इत्यस्य स्थाने किं भवति प्रतियोगित्वस्य स्थाने अत्र वृत्तित्वम् इति प्रायः भवति ओ अस्तु प्रतियोगित्वं न भवति खलु धूमे भवेत् धूमे भवेत् सत्यं वृत्तित्वम् इति अस्तु अस्तु तदेव महोदय पृष्ठसङ्ख्या 186 मध्ये एकचित्रमस्ति किल तदेव किल महोदय अत्र व्याप्यकत्वम् इति स्थाने व्यापकत्वम् इति स्थाने अधिकरणं भवेत् तदनन्तरम् अभावः इति स्थाने वृत्तित्वं भवेत् प्रतियोगित्वम् इति स्थाने अभावः इति भवेत् तदेव किल महोदय चित्रं नास्ति खलु तत्र अभावः इति दृश्यते परन्तु अत्र भवतः प्रश्नमस्ति अन्वयव्याप्तिः चित्रं वा अन्वयव्याप्ति न केवलं न अत्र अन्वयव्याप्तिः अस्ति चेदपि व्यतिरेकव्याप्तिः अपि अस्ति इति कृत्वा एव तत् चित्रम् इति न वा इति नास्ति वा नास्ति नास्ति ओके अत्र चित्रे किं प्रदर्शितं साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षिणः व्याप्तेः लक्षणं यदस्ति तत् स्वीकृत्य अत्र चित्रं दर्शितम् अभावं स्वीकृत्य एव तत्र लक्षणं कृतम् ओके ओके गोट् इट् महोदय ऐ गोट् कन्फ्यूस्ड् बिकास् अन्वये व्यतिरेकद्वयमपि भवेत् व्याप्त्याम् इति कृत्वा अत्र एतादृशं दर्शितम् इति मया दोषेन चिन्तितं महोदय इदानीं स्पष्टम् अतः अत्र अभावः इति स्थाने तु व्यापकत्वं भवेत् व्यापकत्वम् इति स्तरः एव न भवति पुनः अत्र अधिकरणम् इति भवेत् किल महोदय एतादृशसप्तपदार्थः भवेत् वा तस्य ज्ञाने अपि हेतौ परामर्शे सप्तपदार्थाः सप्तविषयाः भवन्ति व्याप्तौ पञ्चविषयाः भवन्ति अन्वयव्याप्तौ व्यतिरेक अत्र परामर्शे अस्तु अत्र चत्वारः विषयाः न भिद्यन्ते प्रथमम् अधस्ताद् यद् पर्वतः अस्ति पक्षः तत् समानमेव भवति तस्मादुपरि यः धूमः अस्ति हेतुः तदपि समानमेव भवति अपि च उपरि यः वह्निः अस्ति तदपि समानमेव भवति किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इत्यत्र व्याप्यत्वं स्वीकृत्य प्रदर्शनं अस्तु भवतु किं कुर्मः मयापि चिन्तनीयमस्ति तर्हि वर्गेण चिन्तयेम एतदेव गृहपाठरूपेण स्वीकुर्मः तर्हि अस्माभिः किं करणीयम् इति चेत् यथा अत्र व्यतिरेक व्यतिरेकव्याप्तिं स्वीकृत्य यदा परामर्शः भवति तदा सप्तपदार्थाः के इति अस्मिन् चित्रे प्रदर्शितं, तथा अन्वयव्याप्तिं स्वीकृत्य यदि परामर्शः भवति तदा तत्र किं भवति इति एव करणीयं. परामर्शः इति कर्तुं शक्यते, नो चेत् केवलम् अत्र व्याप्तिः अन्वयव्याप्तेः चित्रं रचनीयं. तदेव तदेव गृहपाठः. अस्तु, सर्वेषां मनसि भवेत् अत्र अभावः इति पदं न भवेदेव. किमर्थमित्युक्ते अत्र भावं विद्यमानत्वं स्वीकृत्य एव व्याप्तिः उच्यते इति कृत्वा. अस्तु, अग्रे महोदय. एतादृश अस्तु, एतादृशविवरणेन इदं निश्चितं यत् धूमे स्वस्य यः व्यापकः वह्निः तत् सामानाधिकरण्यरूपा अन्वयव्याप्तिवर्तते अन्वयव्याप्तिर्वर्तते. पृष्ठसङ्ख्या 204. एवम् अनुपदं निरूपिता या अभावयोः व्याप्तिः वन्यभावव्यापकीभूता भावप्रतियोगित्वरूपा सापि वर्तते. तावदेव वदेम वा, वदामि वा? अस्तु, हा, तर्हि अत्र व्यतिरेकव्याप्तिः अपि च परामर्शस्य विवरणेन निश्चितं भवति यत् धूमे व्यापकः वह्निः इत्युक्ते धूमस्य व्यापकः वह्निः तत् सामानाधिकरण्यरूपा. अस्तु, तर्हि तयोः मध्ये धूमः वह्नियोः वह्न्योः मध्ये सामानाधिकरण्यमस्ति. हा, अन्वयव्याप्तिः वर्तते तयोः मध्ये. पुनः अभावयोः अभावं स्वीकृत्य यः व्याप्तिः निरूपिता अस्ति तद् अस्ति वन्यभावव्यापक. तत् वयं पठितवन्तः पूर्वे वन्यभावव्यापकः वन्यभावनिष्ठा इति व्यतिरेकव्याप्तिः वस्तुतः. तदेव इदानीम् उक्तं खलु अत्र चित्रे, तदपि वह्नि अभावव्यापकत्वरूप वह्नि अभावव्यापकीभूत अभावप्रतियोगित्वरूपा व्यापकत्वाभावप्रतियोगित्वं. हा, तर्हि हा, अन्वयव्याप्ति अपि च व्यतिरेकव्याप्ति द्वयोः अपि तत्र वर्तते इति. तत्र इत्युक्ते कुत्र? अत्र धूमवन्योः मध्ये अत्र व्याप्यव्यापकभावः यदा निरूपिण निरूप्य. किन्तु व्याप्तिः कुत्र भवेत्? तत्र एकमेव वक्तव्यं, व्याप्तिः कुत्र भवेत्? व्याप्तिः हेतौ इत्युक्ते धूमे, धूमे धूमे, हा, तदेव. तर्हि वह्नि अत्र अन्वयव्याप्तिः अपि धूमे अस्ति, व्यतिरेकव्याप्तिः अपि धूमे अस्ति, परम्परासम्बन्धेन आगता. हा, सत्यं सत्यं, प्रतियोगित्वसम्बन्धेन आगता. हा, धूमनिष्ठा तदपि भवति, व्यतिरेकव्याप्तिः अपि. अतः व्यतिरेकव्याप्तिः अपि धूमे एव निष्ठा. वह्नि अभावव्यापकीभूत अभावप्रतियोगिरूपा व्याप्तिः धूमे अस्ति. अस्तु, अग्रे. हा, अतः उभयविधव्याप्तिमत्वात् धूमः अन्वयव्यतिरेकी इति कथ्यते. हा, अतः सः धूमः कीदृशः इत्युक्ते अन्वयव्यतिरेकी इति भवति इति वदेम. किमर्थम् इत्युक्ते अन्वयव्याप्तिः अपि च व्यतिरेकव्याप्तिः उभयमपि धूमे एव स्तः. अतः धूमः कीदृशः उभयविधव्याप्तिमत् इति भवति. वक्ष्यमाणहेत्वस्तु अन्वयव्याप्तिः व्यतिरेकव्याप्तिर्वा एका काचन भवति न द्वे अपि इति अन्वयव्याप्तिमतः केवलान्वयी इति व्यतिरेकव्याप्तिमतः केवलव्यतिरेकी इति च संज्ञा भवति. तत्र आदिममाह घटोऽभिधेयः प्रमेयत्वादिति. अस्तु, तर्हि यदा यत् वयं हेतुः कीदृशः इति त्रिविधः इति वयं पठितवन्तः, तत्र कुत्रचित् अन्वयव्याप्तिः अपि च व्यतिरिकव्याप्तिः द्वयोः अपि न भवति, परन्तु अन्वयव्याप्तिमत् कुत्रचित् भवति, कुत्रचित् व्यतिरेकव्याप्तिमत् भवति. अतः केवल अन्वयी भवति अथवा केवलव्यतिरेकी इति तस्य संज्ञा भवति. तदेव अत्र मूलग्रन्थे घटोभिधेयः प्रमेयत्वाद् इति लिखितमस्ति. तेन एव वयं ज्ञातुं शक्नुमः. तर्हि घट अभिधेयः प्रमेयत्वात् इति कीदृशव्याप्तिः? तत् वयं पठितवन्तः गते वर्गे पूर्वस्मिन् उदाहरणे. विद्यमानत्वं स्वीकृत्य एव अभावः नास्ति. अतः घटः अभिधेयः प्रमेयत्वात्. अस्तु, तर्हि अन्वयव्यतिरेकव्याप्तिः इत्युक्ते यस्मिन् हेतौ अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि अस्ति तादृशहेतुः अन्वयव्यतिरेकी इति कथ्यते. केवलम् अन्वयव्याप्तिः एव भवितुम् अर्हति चेत् तादृशहेतुः केवलान्वयी हेतुः. यदि केवलं व्यतिरेकव्याप्तिः एव भवति तदा केवलव्यतिरेकी हेतुः इति नाम. हा अस्तु, समीचीनं, धन्यवादः महोदय. अग्रे वर्षा भगिनी. एतावत् पर्यन्तं यत् साध्यं वा हेतुर्वा निर्दिष्टः सः भवति लोकसिद्धः. वह्निः धूमः उष्णस्पर्शः इति एतत् लोकसिद्धः एव. तेजस्त्व जातिरपि किञ्चित् मन्दं पठतु. एतावत् पर्यन्तं यत् साध्यं वा हेतुर्वा निर्दिष्टः सः भवति लोकसिद्धः. वह्निः धूमः उष्णस्पर्शः इति एतत् लोकसिद्धा एव. इति एते लोकसिद्धा एव. तेजस्त्व जातिः अपि च सर्वेषु तेजस्तु प्रत्यक्षसिद्धा न वर्णनीया. परन्तु इह यौ साध्यहेतुः वर्तते. इह इत्युक्ते घट अभिधेयः प्रमेयत्वात् इति वाक्ये यः साध्यहेतुः वर्तते तयोः उपपादनाय यत्नः विधेयः. इह घटः पक्षः इति न तद्विषये किञ्चित् वक्तव्यम् अस्ति. अत्र दत्तमस्ति तस्य वाक्ये पदानि ये सन्ति, पदाः ये सन्ति तस्य विवरणं दातव्यं, वक्तव्यम् इति. अपि च दत्तमस्ति घटः पक्षः इति न अस्ति, तदपि दत्तमस्ति. अनुमानवाक्ये तु प्रथमं पर्वतः वह्निमान् धूमवत्वात् इति वदामश्चेत् तत्र पर्वतः इति पक्षः अस्ति. एतादृशम् अत्र घटः पक्षः नास्ति इति तस्य विवरणमपि दातव्यम् इति दत्तमस्ति. तस्मात् पूर्वं किं लिखितमस्ति? वह्निः धूमः उष्णस्पर्शः इति सिद्धाः. पूर्वं तु स्पष्ट एव. एते पदाः सर्वे लोकसिद्धाः इत्युक्ते प्रसिद्धाः एव. तस्य अर्थबोधं जायते. परन्तु अभिधेयः प्रमेयः एतादृशपदाः ये सन्ति तस्य विवरणं दातव्यं, लोकसिद्धः नास्ति इति कृत्वा तस्य विवरणं दातव्यम् इति वयम् अवगन्तुं शक्नुमः तत् पठनेन. एकनिमिषम्. अत्र तेजस्त्वजातिः अपि किमर्थम् अत्र तेजस्त्वजातिः उष्णस्पर्शः इत्येतेषां विषये उक्तम्? वह्निः धूमः इति यत्र यत्र वह्निः तत्र तत्र, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नियभावः तत्र तत्र धूमाभावः इत्यत्र बोध्यम्. किन्तु उष्णस्पर्शः अपि च तेजस्त्वम् इत्यस्मिन् विषये किमर्थम् अत्र उक्तम्? अत्र अन्यूनवृत्तित्वं निरूपणार्थं तस्य तत् वाक्यस्य प्रयोजनं वयं कृतं किल महोदय, अतः एव अस्माभिः. हा महोदय, वह्निः उष्णस्पर्शवान् तेजस्त्ववात् इति वा तेजस् विपरीतरीत्या वह्निः तेजस्त्ववान् उष्णस्पर्शात् 206 पेज् मध्ये द्वितीयपरिच्छेदे अस्ति. वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र वदतु, अत्र किञ्चित् वदतु. वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र पक्षः कः, सः साध्यं किं हेतुः कः? वह्निः तेजस्वान् उष्णस्पर्शत्वात्, अत्र अस्ति पक्षः वह्निः, साध्यं वह्नि तेजस्वान् इति तेजस्त्वम्. अत्र हेतुः अस्ति उष्णस्पर्शः, उष्णस्पर्शत्वात् तत् अतः उष्णस्पर्शः हेतुः भवति तद्वाक्ये. अत्र तु यत्र यत्र उष्णस्पर्शः भवति, यत्र यत्र उष्णस्पर्शः भवति अत्र तत्र तत्र तेजस्त्वम् अपि भवति. अत्र 100% अत्र करस्पाण्डेन्स् भवति, न्यूनवृत्तित्वं न भवति, अधिकवृत्तित्वम् अपि च न भवति, तुल्यवृत्तित्वं भवति इति कृत्वा तत् अत्र व्याप्यव्यापकः भावः यत् अस्ति तत् अन्यूनवृत्तित्वं प्रदर्शयति व्याप्त्या. किन्तु इदानीम् अस्मिन् इदानीं हेतुः कः? उष्णस्पर्शः. अस्तु, उष्णस्पर्शः इति हेतुः, तत्र अन्वयव्याप्तिः वाक्यं वदतु. यत्र यत्र उष्णस्पर्शः तत्र तत्र तेजस्त्वम्. हा, इति तेजस्त्वनिष्ठव्याप्तिः उष्णस्पर्शे अस्ति खलु? हा महोदय. समीचीनं. यथा उदाहरणमस्ति वा? यथा वह्निः इति, वह्निः तु पक्षः अस्ति, यथा अग् तदेव, यथा सूर्यः इति वक्तव्यं वा? सूर्यः इति अत्र पक्षः कः? वह्निः एव पक्षः खलु? हा, अत्र पश्यतु, यथा पर्वतः वह्निमान् धूमात् इति वाक्यम्, अपि च वह्निः तेजस्वान् उष्णस्पर्शात् इति वाक्यम् अनयोः मध्ये किञ्चित् भेदः अस्ति. किमर्थम् इत्युक्ते वह्निः केवलं पर्वते एव लभ्यते इति नास्ति खलु? महानसे अपि वह्निः लब्धुं शक्यते, अन्यत्र हवनं हवनकुण्डे अपि वह्निः लब्धुं शक्यते इति कृत्वा पर्वतः वह्निमान् धूमात् इति अनुमाने यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति पक्षभिन्न उदाहरणं वक्तुं शक्नुमः खलु? पक्षः इति पर्वतः, पक्षभिन्नः महानसं, तर्हि महानसम् उदाहरणत्वेन स्वीकृत्य अत्र वक्तुं शक्नुमः. अपि च यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः, यथा ह्रदः, ह्रदः अपि पर्वतभिन्नः अस्ति खलु? तर्हि अत्र उदाहरणद्वयं वक्तुं शक्नुमः, यत् यत् पक्षात् भिन्नः अस्ति इति कृत्वा धूमः इति अन्वयव्यतिरेकी हेतुः इति कथ्यते. किन्तु वह्निः तेजत्ववान् उष्णस्पर्शात् इत्यत्र यथा इति न वक्तुं शक्यते खलु? न वक्तुं शक्यते. तर्हि अत्र पक्षः इति यद् स्वीकृतं तदेव उदाहरणमपि भवति. यथा वह्निः इति एव वक्तव्यं भवति तत्र. महोदय, सूर्यकिरणम् इति न वक्तुं शक्यते वा? न, उष्णस्पर्शत्वं सूर्यकिरणे. एकनिमिषं महोदय, खलु तेजसः लक्षणं किम्? यथा पृथिव्याः लक्षणं, उष्णस्पर्शवान् तेजः. उष्णस्पर्शवान् तेजः इति अधीतं खलु? तर्हि उष्णस्पर्शवत्वं तेजसः लक्षणं. यदि सूर्यकिरणे उष्णस्पर्शवत्वम् इति वदति तर्हि अतिव्याप्तिः भवति खलु? किं न बुद्धं महोदय, किमर्थम् अतिव्याप्ति? वृत्तिः भवति इति तेजसः तेजः इति द्रव्यमस्ति खलु यथा पृथिवी इति द्रव्यं गन्धवती पृथिवी शीतस्पर्श शीतस्पर्शः आपः उष्णस्पर्शः तेजः इति उक्तं खलु तस्मिन् तेज तेजस्त्वम् अस्ति सूर्यकिरणे तेजत्वमपि तेजस्त्वम् अपि वस्तुतः सूर्यकिरणे वह्निः अस्ति तेजस्त्वं तु केवलं तेजे एव तेजसि एव भवति खलु यथा घटत्वं केवलं घटे एव भवति ओके तेजस्त्वं तेजसि एव भवति तादृशतेजः कुत्र अस्ति इति चेत् सूर्यकिरणे अस्ति यथा अयःपिण्डम् अयन् बाल् अग्नौ स्थापयामश्चेत् तदनन्तरं अग्नेः तस्य वियोगं कुर्मश्चेत् तथापि तत्र उष्णस्पर्शवत्वम् अस्ति अयःपिण्डे किन्तु स्वाभाविकं नास्ति तत् आगन्तुकमस्ति अस्तु तर्हि अत्र यथा अत्र एकः प्रश्नः अस्ति महोदय यथा वयं वदामः वायोः पुष्पगन्धं भवति अत्र पृथ्वीकणाः एव गन्धवत्वम् अत्र अत्र बोधयति इति यदि वायौ अनुभूयते हा तदा एव अत्र अपि सूर्यकिरणे अपि तेजस्वकणाः सन्ति कणाः सन्ति इति कृत्वा वयम् उष्णस्पर्शम् अनुभूयते इति वक्तुं शक्यते वा आम् सत्यं तदेव तदेव अस्तु तर्हि इदानीं पश्यतु वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र उदाहरणमेव न वक्तुं शक्यते किमर्थमित्युक्ते अत्र पक्षः एव उदाहरणम् इति किञ्चित् वैशिष्ट्यमस्ति खलु पर्वतः वह्निमान् धूमात् इत्यत्र यथा महानसम् इति अन्वय उदाहरणं वक्तुं शक्यते यथा हृदः इति व्यतिरेक उदाहरणं वक्तुं शक्यते किन्तु अत्र वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र उष्णस्पर्शत्वं केवलं वह्नौ एव भवति अपि च तेजस्त्वम् अपि केवलं वह्नौ एव भवति इति कृत्वा व्यतिरेक उदाहरणं वक्तुं शक्यते यत्र यत्र उष्णस्पर्श अभावः तत्र तत्र तेजस्त्वाभावः न विपरीतरीत्या खलु यत्र यत्र तेजस्त्वाभावः तत्र तत्र उष्णस्त्व अभावः यथा जलम् इति वक्तुं शक्यते व्यतिरेक उदाहरणं वक्तुं शक्यते किन्तु अन्वय उदाहरणं न वक्तुं शक्यते किमर्थम् इत्युक्ते पक्षभिन्न स्थलं नास्ति एव इति कृत्वा किञ्चित् वैशिष्ट्यमस्ति अस्तु अत्र इतोपि किं दत्तमस्ति परन्तु इह यौ साध्यहेतु वर्तेते तयोः उपपादनाय यत्नौ विधेयः इह घटः पक्षः न इति न तद्विषये किञ्चित् वक्तव्यम् अस्ति इति लिखितम् अस्तु अग्रे पठतु भगिनि घटविधेयः प्रमेयत्वात् इति पक्षसाध्यहेतुनिर्देशे अभिधेयः इति साध्यनिर्देशः अत्र घट अभिधेयः प्रमेयत्वात् इति वाक्ये पक्षः किं साध्यः किं हेतुः किम् इति वयं चिन्तयामः चेत् अभिधेयः इति पदमेव साध्यः भवति परन्तु अभिधेयस्तु पक्ष एव भवति इति सः साध्यं न भवितुम् अर्हति अत्र अभिधेयः विशेषणरूपेण अस्ति घटः घटः एव बोधयति अभिधेयः इति पदम् अतः अत्र ग्रन्थकारेण लिखितम् अत्र अभिधेयः इति पदेन पक्षः एव बोधयति अत्र साध्यं न भवितुम् अर्हति अतः एव अत्र वतुप्रत्ययस्य योजनं करणीयम् इति वदति अग्रे यथा च गन्धवती पृथिवी इति लक्षणबोधके ग्रन्थे पृथिवीस्वरूपमुक्तं भवति तथा इहापि घटः अभिधेयः इत्यनेन पक्षस्वरूपसाध्यस्य एव निर्देशः इहापि घटः अभिधेयः इति पदेन किं निर्देशः इत्युक्ते अत्र साध्यः निर्देशनं भवेत् इति. अतः पक्षवृत्तिधर्मज्ञानाय अभिधेयपदोत्तरं भावप्रत्ययः कार्यः. अभिधेयत्वम् इति निष्पन्ने ततः आधार आधेयभावबोधाय आधार आधेयभावबोधाय मतुप्रत्ययः तथा च घटः अभिधेयत्ववान् प्रमेयत्वात् इति निर्देशः फलति. परिष्कृतवाक्यं मतुप्रत्ययस्य योजनेन भवति. घटः अभिधेयत्ववान् इति अभिधेयत्ववान् इति पदं साध्यं बोधयति. घटः अभिधेयः अपि च घटः अभिधेयत्ववान् अनयोः मध्ये कः भेदः इति चेत् अभिधेयः यथा उन्नतः वृक्षः इति इत्यस्मिन् वाक्ये उन्नतः इति पदं किं बोधयति चेत् वृक्षमेव बोधयति. अतः अत्र यथा पूर्वम् अस्माभिः कृतं गन्धवत्वं पृथिव्याः लक्षणं तथा अत्रापि अभिधेयत्ववान् अस्तु. किमर्थम् अत्र प्रतिध्वनिः श्रूयते? अस्तु रमेश् महोदय पठतु महोदय अभिधेयत्वपदार्थः इति. किमपि वक्तुम् इष्टवान् वा? न केवलम् इदानीम् अद्यतनवर्गे भवतः ध्वनिः किञ्चित् मन्दम् आगच्छति. अन्य इदानीमहं हेड्फोन् अत्र ब्लूटूत् हेड्फोन्स् उपयोगं कुर्वन्नस्मि. शनिवासरे मम लेप्टाप् मध्ये किञ्चित् क्लेशः अभवत्, इदानीं समीकृतम् इति. चिन्ता मास्तु. अस्तु धन्यवादः. अस्तु अभिधेयत्वपदार्थः सम्प्रति साध्यम् अभिधेयत्वं हेतुश्च प्रमेयत्वं किं रूपम् इति ज्ञातव्यम्. कुतः एतत्? तत् स्वरूपे ज्ञाते, तत्र अन्वयव्याप्तिः एव सम्भवति न व्यतिरेकव्याप्तिः इति सम्यक् ज्ञातुं शक्यते न अन्यथा. तदर्थम् आवश्यकम् अभिधेयत्वस्य प्रमेयत्वस्य च स्वरूपज्ञानम् व्यावदतु महोदय. तत्र अभिधेयत्वम् इति साध्यं यत् अस्ति तस्य हेतुः प्रमेयत्वं यत् अस्ति तयोः रूपं रूपे ज्ञातं रूपे ज्ञातव्ये इति तद् ज्ञात्वा एव अन्वयव्यतिरेक व्यतिरेक केवल व्यतिरेक केवल अन्वयी यद् अस्ति केवल व्यतिरेकी केवल अन्वयी एकनिमिषं केवल अन्वयी केवलव्यतिरेकी न व्यतिरेकी व्याप्तिः इति सम्यक् ज्ञातुं तत्र केवल अन्वय केवल अन्वयी एव तत्र अस्ति व्यतिरेकं न अत्र तादृशं न उक्तम्. अत्र किमुक्तम्? अभिधेयत्वम् इत्युक्ते किं, प्रमेयत्वम् इत्युक्ते किम् इति यावत्पर्यन्तम् अवगमनं न भवति तावत्पर्यन्तम् अत्र व्याप्तेः अर्थबोधः न जायते इति कृत्वा तत् प्रथमम् अवगन्तव्यम् इति उक्तम्. तत्र अन्वयव्यतिरेकी अन्वयव्यतिरेकम् एव अन्वयम् एव वक्तुं शक्यते, व्यतिरेकं न वक्तुं शक्यते. तद् किमर्थम् अस्ति इति अपि दत्तमस्ति खलु. न अत्र यावत्पर्यन्तम् अभिधेयत्वम् इत्युक्ते किम्, प्रमेयत्वम् इत्युक्ते किम् इति न ज्ञातुं शक् न ज्ञास्यामः तावत्पर्यन्तम् अस्मिन् हेतौ अन्वयव्यतिरेकी एतद् हेतुः एषः हेतुः अन्वयव्यतिरेकीहेतुः वा अन्वयहेतुः वा व्यतिरेकीहेतुः वा इति न वक्तुं शक्यते खलु. तर्हि प्रथमम् अभिधेयत्वम् इत्युक्ते किं, प्रमेयत्वम् इत्युक्ते किम् इति अवगन्तव्यम्. अस्तु अग्रे व्याप्तिपदार्थ. व्याप्तिपदार्थनिरूपणप्रसङ्गे उक्तम् अस्माभिः पदानां बोधकथा. पदम् इति किम्? क्रमविशिष्टः वर्णसमुदायः येन कश्चित् अर्थः बोध्यते. तत्रादौ घटपदम् उदाहरामः. तत्र पदमित्युक्ते किम्? पदम् इत्युक्ते यत् वर्णसमुदायः, क्रमविशिष्टवर्णसमुदायः इत्युक्ते वर्णसमुदायः अस्ति, तस्मिन् एकः क्रमः अपि अस्ति. तादृशवर्णसमुदायः यत् अर्थः बोध्यते, तादृश तादृशवर्णसमूहः वर्णसमुदायः एव पदम्. समीचीनम्, अग्रे पठतु. घकारोत्तरवर्तिः वर्ति अकारोत्तरवर्ति टकार तकारोत्तरवर्ति अकार रूपः घटपद घटपदे अस्ति क्रमः. तेन क्रमेण तेषां वर्णानां ज्ञाने सति. कं बुग्रीवादिमान् कम्बुग्रीवादिमान् कम्बुग्रीवं कम्बुग्रीवम् इत्युक्ते नेक्स्ट् कम्बुग्रीवादिमान् पदार्थः बुद्धौ आयाति. तत्र किमपि नास्ति. घटः घटस्य वर्णानं वर्णाः के सन्ति तत् दत्तमस्ति. यदि घट इति पदं शृणुमः तर्हि मनसि कम्बुग्रीव आदिमान् पदार्थः इति ज्ञानं भवति. सत्यम्, अग्रे. न आयाति यः हि नाम न जानाति, तादृशक्रमविशिष्टवर्णैः घटः बोध्यते. सः सः न जानाति एव घटपदं श्रुत्वा अपि अर्थम्. यदि घटं घटपदस्य अर्थं न जानामि तर्हि घटं घट इति श्रुत्वा मम मनसि किमपि न जायते. तर्हि अत्र न आयाति इति अत्र शङ्कार्थे दत्तम् इत्युक्ते पूर्वस्मिन् वाक्ये तेन क्रमेण तेषां वर्णानां ज्ञाने सति कम्बुग्रीवादिमान् पदार्थः बुद्धौ आयाति इति तत्र क्वश्चिन् मार्क् स्थापयतु. तर्हि न आयाति किमर्थं? यः हि नाम न जानाति, तादृशक्रमविशिष्टवर्णैः घटः बोध्यते. सः न जानात्येव घटपदं श्रुत्वा अपि अर्थम्. अस्तु अग्रे. अन्यथा हि सर्वः अपि सर्वाः भाषाः जानीयात्. यदा कश्चित् संस्कृतभाषाभिज्ञः घटः घट इति पदस्य अयं कम्बुग्रीवादिमान् अर्थः इति कथयति, ततः परं खलु पदश्रवणेन अर्थज्ञानं न पूर्वम् अपि. अन्यथा एकमपि प्रकृतं भवितुम् अर्हति. तत्र सर्वे अपि सर्वाः भाषाः न जानीयात्. कश्चित् संस्कृत सर्वाः अपि सर्वेः अपि सर्वाः भाषा जानीयात्. अन्यथा हि सर्वे इत्युक्ते किम्? सर्वे अपि सर्वाः भाषाः जानीयात् इत्युक्ते सर्वे भाषा भाष्ये यत्किमपि पदमस्ति सर्वे सर्वाणि पदानि जानीमः इति वा? हा, अन्यथा इति यदि अर्थज्ञानं विदा पदज्ञानं पदार्थज्ञानं भवति चेत् शब्दस्य घटः इति शब्दस्य पदस्य अर्थः कम्बुग्रीवादिमान् इति यावत्पर्यन्तम् अर्थः न ज्ञास्यते तावत्पर्यन्तं घटः इति कोऽपि उच्चारयति चेत् ज्ञानं न भवति इति स्थितिः नास्ति चेत् यदि अहम् इदानीं चैनीस् भाषायां किमपि वदामि तर्हि भवता श्रुतम् इति कृत्वा तस्य अर्थबोधः जायेत इति आपत्तिः भवति खलु. तर्हि पदज्ञानं पदस्य अर्थः अवगन्तव्यः. यदा पदस्य पदस्य अर्थः अवगच्छामः तदा एव अत्र पदं श्रुत्वा मनसि तद्विषयम् आगच्छति. तावत्पर्यन्तं केवलं शब्दः एव भवति. इदानीं कैङ्कुयि इति किमपि अहं वदामि चेत् कैङ्कुयि इत्यस्य अर्थः कः? कैङ्कुयि इति भवता श्रुतं किन्तु अर्थबोधः न जायते खलु इति अत्र उक्तं तावदेव. परन्तु महोदय अन्यथा यदि एतादृशं नास्ति अन्यथा हि सर्वे अपि सर्वाः भाषाः जानीयात् इति आपत्तिः भवति. बुद्धं वा? परन्तु महोदय अत्र यदा अहं घटं पूर्वे अपि दृष्टं तर्हि दृष्टवान् तर्हि अधुना घटः इति श्रुत्वा मम मनसि तस्य आकृतिः आगच्छति. तस्य अर्थः किम् इति न जाने परन्तु घटः इत्युक्ते किम् इति अहं जानीमः खलु. किमर्थम् इत्युक्ते अहं पूर्वे दृष्टं तत् पदार्थः इति. यदा अस्तु ह्यः प्रथमतया घटम् इति कश्चन पदार्थः भवता दृष्टम् इति चिन्तयतु. घटः दृष्टः भवता किन्तु अस्य पदार्थस्य नाम अस्ति घटः इति न जानाति चेत्. न जानाति चेत् सत्यं न जानाति चेत् तदेव अत्र उक्तं. यदि न जानाति चेत् अहम् अद्य भोः मेहुल् महोदय घटम् आनयतु इति चेत् किम् इति भवान् पृच्छति. भवान् घटं तु जानाति किन्तु अस्य यत् पदार्थं भवता ज्ञातं तस्य पदार्थस्य नाम घटः इति यावत्पर्यन्तं न जानाति तर्हि अर्थबोधः न जायते घटः इति पदं श्रुत्वा खलु. समीचीनं. तर्हि घटम् आनयतु इति अद्य अहं वदामि चेत् किं न बुध्यते. घटमित्युक्ते किम्? भो ह्यः मम आसन्दे किमपि वस्तु भवता दृष्टं खलु. तम्बुग्रीव वस्तु भवता दृष्टं खलु. तदेव घटम्. ओ इति वा, अस्तु अहम् आनयामि इति भवान् वदति खलु. सत्यं. तर्हि पदः अपि च अर्थः पदस्य अर्थः पदार्थं जानीमश्चेदेव अत्र तम्बुग्रीवान् इति पदार्थः बुद्धौ आयाति. नो चेत् न आगच्छति. केवलं शब्दमेव शृणुमः इति अत्र लिखितम्. अस्तु अग्रे गच्छेम. कः? शिवराम महोदय पठति वा? सत्यम् क्षम्यतां महोदय, तत् मध्ये पूट नास्ति मम समीपे, लेप्टाप् गट्टु नास्ति, तदेव पश्यन् अस्तु अस्तु. तर्हि सत्यं भगिनि भवती पठतु. सत्यं सत्यं न केवलं पदज्ञानं पर्याप्तं किन्तु पदमिदं कस्य बोधकमिति ज्ञानमपि आवश्यकम् एव. क्षम्यतां शिवराम महोदय, भवता किमुक्तं? पुटसङ्ख्या का इति पृष्टं वा? मध्ये पुटद्वयं मम नास्ति. ओहो, भवतः पी डि एफ् मध्ये वा? प्रिण्ट् मध्ये अहं दृष्टवान् तत् मध्ये किमपि. अस्तु अस्तु. सत्यं न केवलं पदज्ञानं पर्याप्तं किन्तु पदमिदं कस्य बोधकमिति ज्ञानमपि आवश्यकम् एव. अयं हि पदस्य विशेषः यद् बोधकमिति ज्ञातं सत् बोधकं न तथा. केवलं पदज्ञानं पर्याप्तं न केवलं पदज्ञानं पर्याप्तं न केवलं पदज्ञानं पर्याप्तं तर्हि पदज्ञानम् इत्युक्ते किम्? वर्णक्रमः इति वर्णसमुदायस्य क्रमविशिष्टवर्णसमुदायः. घटः इति यदि अहं वदामि भवती पुनर्वदति चेत् इदानीं घटः इति भवती भवत्या ज्ञातं खलु? घटः इति पदं ज्ञातं चेत् तस्य अर्थः अपि ज्ञातम् इति नास्ति. किन्तु पदमिदं कस्य बोधकमिति, कस्य पदार्थस्य इदं पदं कस्य पदार्थं द्योतयति इति ज्ञानम् अपि आवश्यकम् इति. तेन ज्ञानेन यदा शाब्दबोधं कुर्मः तदा घटं मम पुरतः अस्ति चेत् भवतीं प्रति अहं मया वक्तुं शक्यते एषः घटः, यत् यः पदार्थः भवत्याः पुरतः अस्ति स च पदार्थस्य नाम अस्ति घटः इति. तावद् यदि अहं न यदि एवमेव यदि घटः इति यदि यदि अहं वदामि भवत्या इदानीम् अत्र घटः इति शब्दज्ञानं अत्र अत्र शब्दं श्रुतं पदज्ञानं प्राप्तं किन्तु तत् पदं किं बोध्यते इति न ज्ञायते इति कृत्वा अत्र वैशिष्ट्यमस्ति. पदज्ञाने पदेन यदि ज्ञानं भवति तर्हि तत्र वैशिष्ट्यमस्ति. अयं हि विशेषः पदस्य विशेषः यद् बोधकमिति ज्ञानं सत् बोधकं भवति पदं बोधकं भवति पदेन पदेन किं बोध्यम् इति ज्ञानं यदा भवति तदा एव पदं बोधकं भवति. अग्रे न तथा इन्द्रियम् यद् इन्द्रिये न तदा इन्द्रियं न तत्र कस्यचित् ज्ञानस्य अपेक्षा उद्घाटितनयनस्य पुंसः हि कस्यचित् ज्ञानेन विना एव उत्पद्यते घटप्रत्यक्षम्. शब्दबोधस्थले एव एतादृश चिन्तनं भवति. नेत्रं चक्षुरिन्द्रियस्य पुरतः यत्किमपि वस्तु अस्ति चेत् उद्घाटितं चेत् तस्य प्रत्यक्षं भवति इति अत्र केवलं चक्षुषः उदाहरणत्वेन स्वीकृतं. सर्वेषां ज्ञानेन्द्रियाणाम् एतादृशमेव कार्यं खलु? आम्. अहं यदि अहं कस्यचित् स्पर्शनं करोमि तदा स्पर्शबोधः जायतेव किन्तु तत् पदार्थः कः इति न जाने किन्तु स्पर्शबोधः जायते. अस्तु अग्रे. नापि एवंविधः हेतुः न हि सः बोधकः इति ज्ञातः बोधको भवति. अयं हेतुः साध्यव्याप्यः पक्षवृत्तिः इति ज्ञातः सन् खलु भवति बोधकः. अतः हेतुः अपि धूमः वह्निबोधकः इति ज्ञानापेक्षा नास्ति. परन्तु पदन्न ज्ञानमात्रेण बोधकं किन्तु घटपदं घटबोधकमिति ज्ञातं सत् बोधकम्. अत्र नापि एवंविध हेतुविषये एवंविधं नास्ति. चक्षुर्विषये यद् उक्तं तादृशं नास्ति इति पूर्वमुक्तं खडविषये शाब्द पद पदज्ञानेन अत्र यदा घटः इति पदं किं सूचयति? कम्बुग्रीवादिमान् कश्चन पदार्थः सूचयति इति ज्ञानमस्ति चेत् घटः इति पदं श्रुत्वा कम्बुग्रीवादिमान् पदार्थः मनसि बुद्धौ आगच्छति खलु? आगच्छति तादृशमपि हेतुः इति पदं नास्ति. हेतुः इति पदं शृणोति चेत् घटः इति भवती इदानीं घटः इति पदस्य अर्थं जानाति खलु. तर्हि घटः इति यदि अहं वदामि तर्हि कश्चन पदार्थः मनसि आगच्छति. किन्तु हेतुः इति तावदेव यदि अहं वदामि किमपि आगच्छति वा मनसि? न आगच्छति. खलु हेतुः इत्युक्ते कस्य इति प्रश्नः उदेति खलु. इत्युक्ते तत्र साध्यं किं, तयोः मध्ये कः सम्बन्धः इति एतत् सर्वं ज्ञात्वा एव खलु. सः बोधकः इति ज्ञातः बोधको भवति. अयं हेतुः साध्यव्याप्यः पच्छवृत्तिः इति ज्ञातः सन् खलु भवती बोधकः. यद् तदवगतं तादृशज्ञानेन एव तस्य बोधकत्वं ज्ञातुं शक्यते. इत्युक्ते हेतुः धूमः इति तावदेव यदि अहं वदामि तत्र धूमः इति पदार्थं पदस्य अर्थः भवत्या ज्ञातं. किन्तु अत्र पक्षधर्मता अपि च व्याप्तिः उभयमपि वक्तव्यं, तदा एव तत्र हेतुत्वेन प्रयोक्तुं शक्यते. अतः एव धूमः इति तावदेव यदि अहं वदामि तदा घटः इति यदा मया उक्तं तत्र अर्थबोधः जायते, तदा अर्थबोधः जायते एव. धूमः इत्युक्ते कश्चन पदार्थः बुद्धौ आगच्छति. किन्तु धूमः हेतुः इति अहं वदामि, यदि हेतुः इति पदम् अहं वदामि तदा किञ्चित् इतोपि ज्ञान अपेक्षा अस्ति. हेतोः अपि धूमः अग्निबोधः इति ज्ञानापेक्षा नास्ति, तत् पूर्वोक्तं. परन्तु पदं न ज्ञानमात्रेण बोधकं, किन्तु घटपदं घटबोधकम् इति ज्ञातं सत् बोधकम्. एकनिमिषं भगिनि, अत्र पङ्क्तिशः अत्र अतः हेतुः अपि धूमः वह्निबोधकम् इति ज्ञानापेक्षा नास्ति इत्यस्य अर्थः कः? हेतुः अपि धूम अग्निबोधकः इति ज्ञानापेक्षा नास्ति. हेतु इति पदस्य अर्थः न, पदश्रवणेन धूमः अग्निबोधकः इति ज्ञानं न भवति. तर्हि अत्र प्रदर्शयतु, भवती अवगच्छति वा न वा इति न जाने. इत्युक्ते धूमः हेतुः इति वदामश्चेत् कस्य अपेक्षा अस्ति, कस्य अपेक्षा नास्ति? हेतुः वह्नि हेतुः धूमः इति यदि वदामश्चेत् तत् तस्य व्यापकत्वं न ज्ञायते इति. कुत्र कस्य हेतुः कुत्र तादृशज्ञानं न भवति इति मम चिन्तनम्. न बुद्धं, भवत्याः आशयः कः इति न बुद्धं, किञ्चित् स्पष्टतया वदतु. यद् इदानीं वह्निबोधकः इति ज्ञानापेक्षा नास्ति इति एव. यदि केवलं धूमः हेतुः इति वदामः चेत् कस्य हेतुः इति न ज्ञातुं शक्यते इति चिन्तयति महोदय. परन्तु यत्र यत्र वह्निः तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति एव अस्ति खलु, किमर्थं न बोधकः इति? इति प्रश्नः तदेव मया पृष्टं. तत्र भवत्या किमपि वक्तव्यम्, अत्र किमर्थम् एतादृशं लिखितमस्ति? अत्र पश्यतु, वाक्यत्रयमस्ति. न हि सः बोधकः. सः इत्युक्ते कः? धूमः अग्निबोधकः हेतुः. हेतुः न हि सः हेतुः बोधकः इति ज्ञातः बोधकः भवति. अयं हेतुः साध्यव्याप्यः पक्षवृत्तिः इति ज्ञातः सन् खलु भवति बोधकः। हेतोः अपि धूमः वह्निबोधकः इति ज्ञानापेक्षा नास्ति, परन्तु पदं न ज्ञानमात्रेण बोधकं, किन्तु घटपदं घटबोधकम् इति ज्ञातं सत् बोधकम् इत्यस्य अर्थः कः? अत्र चत्वारि बहु किमपि लिखितमस्ति। धूमः वह्निबोधकः इति ज्ञानं कदा भवति चेत् अत्र साध्यव्याप्यः पक्षवृत्तिः एतादृशज्ञानेन एव भवति, अन्यथा न भवति, तादृशज्ञानापेक्षा नास्ति चेत् न भवति इति। तदनन्तरं घटपदस्य घटपदं स्य अर्थबोधः यदा जायते तत् खडम् इति श्रवणमात्रेण कीदृशपदार्थम् इति ज्ञातुं शक्यते इति। अस्तु, अहं प्रयत्नं करोमि महोदय। अत्र हेतुः यदा साध्यव्याप्यः पक्षवृत्तिः इति सर्वं ज्ञात्वा एव हेतुः इत्यस्य इति शब्दः अथवा पदं बोधकः भवति, अतः हेतुः अपि धूमः वह्निबोधकः इति ज्ञानापेक्षा नास्ति इत्युक्ते अत्र केवलं अत्र हेतुः इति साध्यव्याप्यः अपचे पक्षवृत्तिः इति सर्वं यदि ज्ञास्यामः तर्हि धूमः इत्युक्ते हेतुः वह्निबोधकः अस्ति इति ज्ञानस्य अपेक्षा नास्ति। किमर्थम् इत्युक्ते साध्यव्याप्यः पक्षवृत्तिः इत्यस्य ज्ञानम् अस्माकम् अस्ति, अतः हेतुः बोधकः भवति एव, तर्हि पुनः धूमः वह्निबोधकः इति ज्ञानस्य अपेक्षा नास्ति इति अहं मन्ये। परन्तु यदा घटपदम् अत्र पदं न ज्ञानमात्रेण बोधकम् इत्युक्ते केवलं पदं जानाति चेत् ज्ञानस्य बोधकः न भवति, परन्तु घटपदम् इति पदमस्ति तद् घटबोधकम् अस्ति इति ज्ञात्वा एव घटपदम् इति बोधकं भवति, अन्यथा न भवति इति। तर्हि इदानीं त्रयोः मध्ये अत्र किञ्चित् प्रतिपादयति वा? इत्युक्ते चक्षुरिन्द्रियेण यदि अहं घटं पश्यामि तदा कस्यापि ज्ञानस्य आवश्यकता अस्ति वा इति प्रथमप्रश्नः। यदि घटः इति पदम् अहं वदामि तदा कस्यापि ज्ञानस्य अर्थ अपेक्षा अस्ति वा? तदनन्तरं हेतुः इति पदं यदि अहं वदामि तत्र कस्यापि ज्ञानस्य अपेक्षा अस्ति वा? प्रथम प्रश्ने अत्र प्रथमप्रश्नः पुनः पृच्छति वा? क्षम्यताम्, इन्द्रियं चक्षुषा अहं घटं पश्यामि, हा चक्षुषा यदि घटं पश्यामः चेत् तत्र तेन अत्र तत् पदार्थः घटः अस्ति वा न वा इति न जानाति चेत् किमपि बोधः न जायते, केवलं प्रत्यक्षघटप्रत्यक्षज्ञानं भवति, परन्तु सः पदार्थः घटः अस्ति वा न वा इति न ज्ञातुं शक्नुमः। तद् न वदतु महोदय, अत्र इन्द्रियेण यद् ज्ञानं भवति तत्र पूर्वज्ञानस्य अपेक्षा एव नास्ति। अस्तु अस्तु, तावदेव वक्तव्यम्, इत्युक्ते अत्र अधीनं नास्ति। तत्र कस्यचित् इन्द्रियप्रत्यक्षं, इन्द्रियप्रत्यक्षं कदा जायते? ज्ञानं पूर्वज्ञान अपेक्षम् पूर्वज्ञानमस्ति चेत् एव इन्द्रियप्रत्यक्षं जायते इति नास्ति खलु, किमपि अपेक्षा नास्ति। अतः एव अत्र लिखितमस्ति, उद्घाटितनयनस्य पुंसः कस्यचित् ज्ञानेन विना एव उत्पद्यते घटप्रत्यक्षम्, अपेक्षा एव नास्ति इति प्रथम। तर्हि इन्द्रियाणाम् इन्द्रियज्ञाने किमपि अन्यज्ञानस्य अपेक्षा एव नास्ति। अस्तु, इदानीं घटः, घटः इति पदं श्रुत्वा केवलं पदं श्रुत्वा तस्य किमपि बोधः न जायते, तस्य अर्थः कः इति अपि ज्ञात्वा एव बोधः जायते, अतः अर्थमपि आवश्यकं, न केवलं पदं श्रुत्वा बोधः जायते इति अस्ति। हा तर्हि घटः इति इदानीं मया उच्चारितं खलु, तत्र ज्ञानं द्विधा स्वीकर्तुं शक्यते, एकं तु श्रोत्रेन्द्रियप्रत्यक्षम्, घटः इति यद् मया उक्तं, घकारः अकारः टकारः अकारः इदानीम् उक्तं खलु, तर्हि घटः इति श्रोत्रेन्द्रियप्रत्यक्षं यज्जातं, तादृशश्रोत्रेन्द्रियप्रत्यक्षज्ञानस्य ज्ञानार्थं किमपि अन्यज्ञानम् अपेक्षितं वा न वा? न अपेक्षितं नास्ति, किन्तु शाब्दबोधः इति भिन्नज्ञानमस्ति खलु, घटः इति यदि अहं वदामि, तत्र शाब्दबोधः इति शब्देन शब्दप्रमाणेन यः बोधः जायते तदेव शाब्दम् इति, तत्तु शाब्दबोधः तु प्रत्यक्षं नास्ति, शब्दप्रमाणेन यज्जायते। प्रथमं घटः इति पदं श्रोत्रेण श्रोतव्यमस्ति यावत्परि, यदि अत्र अन्यत् किमपि भवतः कर्णे स्थापितमस्ति चेत् येन शब्दस्य स्थगनं जातमिति चिन्तयतु, तर्हि यावत्पर्यन्तं घटः इति पदं न शृणुमः तावत्पर्यन्तम् अर्थबोधः न जायते एव। किन्तु तर्हि शाब्दज्ञानं प्रति श्रोत्रप्रत्यक्षम् आवश्यकम्, अपि च केवलं श्रोत्रप्रत्यक्षमस्ति चेत् शाब्दबोधः भवति इति न, पूर्वमेव केनापि वक्तव्यम् आसीत् एषः घटः, घटः इत्युक्ते तस्य अर्थः अस्ति कब्बुग्रीवत्वम् इति, तदा एव घटः इति पदं श्रुत्वा शाब्दबोधः जायते। द्वयमपि आवश्यकं। हा अस्तु, एवम् इदानीं तृतीयं पदमस्ति हेतुः इति पदम्। हा हेतुः इति पदं श्रुत्वा अपि किमपि तत्रापि अन्यत् ज्ञानस्य अपेक्षा अस्ति, तर्हि तत्र केवलं हेतुः इति वदामः चेत् तत्र अपेक्षा अस्ति, कुत्र अस्ति अत्र पक्षः, पक्षे अस्ति वा न वा, साध्यं किम् इति सर्वम् अपेक्षा भवति, तर्हि तत्र ज्ञानस्य अपेक्षा अस्ति। हा इत्युक्ते न, किन्तु किं नास्ति इति चेत् साध्यव्यापः पक्षवृत्तित्वं पक्षधर्मता इति यावत् ज्ञानं नास्ति तावत्पर्यन्तं हेतुः धूमः, हेतुः इति वदामः धूमात् इति वदामश्चेत् अत्र अर्थबोधः न जायते, किन्तु धूमः वह्निबोधकः इति ज्ञानं नास्ति, न आवश्यकं खलु? न तत्तु न आवश्यकं। तदा एव अत्र हेतोः अत्र हेतुः इति पदस्य अर्थं न भवति इति नास्ति। तत्तु सत्यम् इति अस्ति, नो चेत् अत्र अनुमानवाक्यस्य आवश्यकता एव नास्ति, धूमात् इति तावदेव अहं वदामि चेत् वह्निः अस्ति इति ज्ञातुं शक्यते खलु, सर्वं ज्ञायते। हा सत्यं। हा इति कृत्वा अत्र हेतुः इति पदं, केवलं हेतुः इति पदं शृणुमश्चेत् किमपि न ज्ञातुं शक्नुमः। हेतौ धूमे वह्निव्याप्यत्वं पक्षधर्मता उभयमपि ज्ञास्यामश्चेदेव तत्र बोधकः भवति, किन्तु तथापि कस्य बोधकः इत्युक्ते तत्र पूर्वज्ञानं, वह्निः धूमः वह्निबोधः बोधकः इति ज्ञानस्य अपेक्षा नास्ति इति अत्र लिखितं, परन्तु पदं न ज्ञानमात्रेण बोधकं, किन्तु घटपदं घटबोधकमिति ज्ञानं सत् बोधकं भवति। अस्तु, अग्रे भवान् एव पठतु महोदय। अस्तु, घटपदं घटपदार्थं बोधयति, न पटपदार्थम् इति च व्यवस्थितं दृष्टं, केन इयं व्यवस्था उच्यते? साधयामस्तावत् निदर्शनेन, तत्र लोके यज्ञदत्तस्य स्तः द्वौ पुत्रौ, चैत्रः एकः मैत्रः अपरः, तत्रापि हि चैत्र इति क्रमिकवर्णैः चैत्रशरीरमेव कुतः बुध्यते, मैत्रशरीरं कुतो न, एवं मैत्र इति क्रमिकवर्णैः मैत्रशरीरमेव बुध्यते न चैत्रशरीरमिति च कुतः? तत्र नियामकगवेषणायाम् इतरस्य अभावात् पित्रोः इच्छया एव इयं व्यवस्था इति वक्तव्यम्। पित्रोः इच्छया खलु चैत्रशरीरं चैत्र इति सम्बोध्यते, मैत्रशरीरं च मैत्र इति सम्बोध्यते। अतः सर्वत्र पदविशेषेण अर्थविशेषे बोध्य इच्छायाः नियामकत्वं कल्पयामः। अस्तु, अत्र वयं दृष्टवन्तः घटपदं किं बोधयति, तर्हि घटपदार्थमेव बोधयति न तु पटपदार्थम् इति वयं दृष्टं। परन्तु एतादृशव्यवस्था केन कृतः, तर्हि अत्र अग्रे उदाहरणरूपेण एकं दत्तमस्ति, साधयामस्तावत् निदर्शनेन इति। अत्र पुनः सर्वं न पठनीयं महोदय, अत्र केवलम् आशयः वदतु, सर्वं सरलमेव खलु। तर्हि अत्र द्वौ पुत्रौ स्तः, मैत्रः चैत्रः, तर्हि क्रमिकवर्णैः इत्युक्ते वर्णक्रमः, चैत्र इत्यत्र चकारः ऐकारः इति अस्ति खलु। ओ अस्तु अस्तु, चैत्रशरीरमेव कुतः बुद्धिः। हा, तर्हि चैत्र इत्यनेन चैत्रशरीरमेव कथं तस्य बोधः जायते, अथवा मैत्र इति वदेम तर्हि मैत्रस्य शरीरमेव अथवा शरीरस्य एव बोधः कथं भवति, न भवति। तर्हि नियामकगवेषणायाम् इतरस्य अभावात्, हा, अत्र पितुः किं करोति, तर्हि स्वेच्छया सः व्यवस्था करोति, तस्य इच्छा अस्ति चैत्रशरीरम् इत्यस्य नाम चैत्र, अपि च मैत्रशरीरम् इत्यस्य नाम मैत्र इति सः सम्बोधति, तदेव सः व्यवस्था करोति। अतः सर्वत्र पदविशेषेण अर्थविशेषे बोध्ये इच्छायाः नियामकत्वं कल्पयामः। तर्हि इच्छा यथा अस्ति तथैव अत्र पद वयं क्षम्यतां पद विशेषणपदेन एव अर्थविशेषः बोध्यते सर्वत्र, तथैव वस्तुतः अत्र अत्र किञ्चित् प्रौढरीत्या लिखितं किम् अत्र दत्तमस्ति इति चेत्, यदि अहं भवन्तं वदामि चैत्रम् आनयतु इति, तर्हि किमर्थं तत्र मैत्रं न आनयति इति कृत्वा अत्र तयोः पितुः आशयः अस्ति, एतस्य नाम चैत्र भवतु, अन्यस्य नाम मैत्र इति भवतु इति। तर्हि तत्र इच्छा अस्ति, पितुः इच्छा अस्ति, तदेव नियामकः अस्ति इति कृत्वा यदि अहं चैत्रम् आनयति इति वदामि, अत्र किमर्थं मैत्रं न आनयति इति चेत्, अत्र नियामकः कः इति चेत् पितुः इच्छा एव नियामकः, तावदेव अत्र लिखितम्। अस्तु, एवम् अग्रे पठतु महोदय। आधुनिकपदार्थेषु एवं विधेच्छा यद्यपि पित्रोः सङ्गणकादौ तत्तत्पदार्थकर्तुः वा सम्भवति, अनादिघटादिपदार्थे तु कस्य इच्छा सम्भवति, न कश्चित् अल्पज्ञः आत्मा अनादौ व्यवहारे पर्याप्तः, यस्य इच्छया सर्वे घटपटादिव्यवहाराः निवर्तयितुं शक्याः। हा अस्तु, आधुनिकपदार्थेषु तु कथं एषा व्यवस्था करणीयम्? अत्र इत्युक्ते कम्प्यूटर् इति आधुनिकपदम् अस्ति खलु, आधुनिकस्य नाम किं? सङ्गणकम् इति संस्कृतभाषायां। सत्यं, केन स्थापितं सङ्गणकम् इति? वयमेव स्थापितं खलु, यः स्वस्य इच्छा अस्ति, यथा एषः मैत्रः एषः चैत्रः इति पितुः इच्छा आसीत्, तथा येन सङ्गणकं कृतं तस्य इच्छा अस्ति, अस्य नाम सङ्गणकम् इति। सत्यं, किन्तु घटः पटः इति पुरातनशब्दाः ये सन्ति तेषाम् इदानीं घटः इति पदस्य इति पदार्थस्य कम्बुग्रीमादिमान् पदार्थस्य घटः इति शब्दः केन स्थापितं, कस्य इच्छा अनुसृत्य घटः घटस्य घटः इति नाम जातः इति प्रश्नः। अल्पज्ञः आत्मा तु न, परन्तु अन्यत् कोऽपि। अग्रे अग्रे, अतः सर्वज्ञस्य भगवतः एव सा इच्छा, वयं न जानीमः, कुत्रचित् वयं जानीमः यः कोऽपि एतत् नामकरणं कृतम् इति, परन्तु सर्वे ये पदार्थाः सन्ति पुरातनापि तेषां नामकरणं केन कृतम् इति न जानीमः चेत् सर्वज्ञस्य भगवतः इच्छा तदेव वयं स्वीकुर्मः। ये यया सर्वेषां पदानां भवति व्यवस्था, घटपदं घटबोधकं न पटबोधकं, पटपदं च पटबोधकं, नान्यक नान्यबोधक बोधकम् इति कल्पयामः। अस्तु, यद्यपि उद्देशग्रन्थे गुणेषु सा इच्छा इत्येव निर्दिश्यते, तथापि पदानां बोधकत्वव्यवस्थायै सैव शक्तिः अभिधा वा इत्युच्यते। अभिधा इत्यस्य ईश्वरेच्छा इत्यर्थः। अस्तु, तर्हि अत्र घटेन घटपदेन केवलं घटस्य बोधः जायते, पटपदेन केवलं पटस्य बोधः जायते, न अन्यत् किमपि बोधः, तद्वयं जानीमः। अत्र उद्देशग्रन्थे मूलग्रन्थे इच्छा इति एव निर्दिश्यते, परन्तु तत्र तथापि तत्र पदानां बोधकत्वव्यवस्थायै व्यवस्थायाः अत्र व्यवस्था केन कृतम् इत्युक्ते शक्तिः अथवा अभिधा इत्यनेन कृतं, तर्हि तत् स एव ईश्वरेच्छा इति अर्थः भवति। अभिधा इत्युक्ते ईश्वरेच्छा इति एव। किमर्थम् एतत् सर्वं चिन्तितम् इति चेत् अत्र अभिधेयत्वम् इति अस्ति खलु, घटः अभिधेयः प्रमेयत्वात् इति अनुमानवाक्यं, तत्र अभिधेयः इति पदेन घटः उक्तः, अभिधेय अभिधेयवत्वम् एव घटस्य लक्षणं। तर्हि अभिधेय इति पदस्य अर्थः कः इति चेत् एतावत्पर्यन्तम् उक्तं। तर्हि यदा मम पौत्रः अस्ति खलु, तं प्रति यदि अहं वदामि अयं घटः इति अहं वदामि, तर्हि यदि मम पौत्रं पृच्छति मां किमर्थं घटः इति वदति, किमर्थम् अस्य नाम पठ इति नास्ति इति यदि पृच्छति, तत्र मया किं वक्तव्यम् इति चेत् ईश्वर इच्छा अस्ति तदेव। किमर्थम् अस्य नाम घटः, भवता स्थापितं वा इति यदि सः पृच्छति, न न न मया न स्थापितं, भवतः नाम यदि विष्णुः तर्हि विष्णुः इति नाम मया स्थापितं, नो चेत् भवतः पित्रा स्थापितं, किन्तु घटः इति अस्य पदार्थस्य नाम केन स्थापितम् इति चेत् ईश्वरेण स्थापितम् इति अत्र उक्तम्। अपि च घटः इति वदामश्चेत् तत्र घटपदार्थम् इति घट इति पदे तादृशशक्तिः अस्ति खलु, सत्यं, यया शक्त्या घटपदार्थं बुध्यते तस्य शक्त्याः नाम अस्ति अभिधेया, अभिधा इति। अस्तु, अपि च स च इच्छा ईश्वर इच्छा, ईश्वरस्य इच्छा अस्ति। तर्हि इदानीम् अभिधा इत्युक्ते किम् इति ज्ञातम्, अग्रे अभिधेयत्वस्य केवलान्वयित्वम् इति पाठः अग्रे प्रचलति, अग्रिमे वर्गे इतोपि चिन्तनं कुर्मः। सर्वेभ्यो नमस्कारः, धन्यवादः, गृहपाठं मनसि संस्थापयन्तु, अग्रिमे वर्गे चिन्तयामः।